इदं तेना तपस्काय नावत्ताय कदाचन न च शुश्रूषवे वाच्यम् न च मन्योऽभ्यसूयति य इदं परमं गुह्यं मद्भक्तेषो हि भाष्यति भक्तिं मयि परं कृत्वा मामेवैष्यत्य संशयः न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरो भुवि अधिष्यते च यामीमम् धर्म्यम् संवादमावयोः ज्ञानयज्ञेन तेनाः मे सच्चामीति मे वदे।